नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अद्य नूतनपाठः आरप्स्यते. धातुविज्ञानं तृतीयभागः इति विषयः अस्ति. धातूनां स्वरज्ञानं, पदव्यवस्था, इड्व्यवस्था च इति विषयः अस्ति. तर्हि एतावता किं किम् अधीतम् इति चेत्, धातुविज्ञानं प्रथमभागे इत्संज्ञक वर्णाः के इति वयं ज्ञातवन्तः. तेषां लोपः भवति इत्यपि वयं ज्ञातवन्तः. ततः परं द्वितीयभागे क्रियापदस्य निर्माणावसरे अस्माकं प्रथमं सोपानमस्ति इत्संज्ञकवर्णानां लोपः. तदनन्तरं चत्वारः चत्वारि प्राकृतिककार्याणि भवन्ति इति ज्ञातवन्तः. इत्युक्ते तत्र सत्वं, नत्वं, नुमागमः, उपदादीर्घः इति चत्वारि प्राकृतिककार्याणि भवन्ति इति जानीमः. यत्र यत्र तेषां प्रसक्तिः भवति तत्र तत्र तानि सर्वाणि कार्याणि कृत्वा एव तत्र लौकिकधातुं साधयामः. तदनन्तरं तत्र क्रियापदस्य निर्माणं भवति इति ज्ञातवन्तः. ततः परं धातौ स्वराः, सामान्यतया औपदेशिकधातौ एकः स्वरः दृश्यते सामान्यतया, परन्तु केचन धातवः यत्र अधिकस्वराः अपि दृश्यन्ते, यथा दरिद्रा इति एकः धातुः अस्ति, दीदीङ् इति एकः धातुः अस्ति, यत्र स्वरवर्णद्वयम् अथवा त्रयं दृश्यते. तर्हि धातौ यः स्वरः अस्ति, स्वरज्ञानेन किं ज्ञायते, स्वरज्ञानेन किमपि तत्र वैशिष्ट्यं वर्तते. तत्र धातौ यः स्वरः अस्ति, सः स्वरः कीदृशः, अनुदात्तः वा, स्वरितः वा, नो चेत् उदात्तः वा इति ज्ञात्वा तत्र स्वरस्य स्वरज्ञानेन पदव्यवस्था ज्ञायते. धातुः परस्मैपदी वा, आत्मनेपदी वा, उभयपदी वा इति तादृश ज्ञानं भवति. परन्तु तत्र वस्तुतः अद्यत्वे तु धातौ स्वर अनुनासिकत्वं वा अननुनासिकत्वं वा स्वरितः उदात्तत्वं किमपि न दृश्यते अद्यत्वे धातुपाठे. क्षम्यताम्, अत्र कृपया सर्वे म्यूट् मध्ये भवन्तु, बहु ध्वनिः अस्ति. अस्तु, धन्यवादः. तर्हि अद्यत्वे तु धातुपाठे तादृशस्वरज्ञानं न स्वर उल्लेखः एव न दृश्यते. परन्तु कुत्रचित् तादृशपाठः अपि लभ्यते यत्र स्वरज्ञानं प्राप्तुं शक्नुमः. तर्हि यस्मिन् पाठे तादृशी व्यवस्था अस्ति तत्र वयं ज्ञातुं शक्नुमः धातो यः स्वरः अस्ति, अनुदात्तः अस्ति चेत् अस्तु आत्मनेपदत्वं सूचयति, अथवा स्वरितः अस्ति चेत् उभयपदित्वं सूचयति, तादृशज्ञानमपि प्राप्तुं शक्नुमः. अतः एव अत्र धातुविज्ञानम् इति उक्तं, यतोहि धातौ यः स्वरः अस्ति तेन पदव्यवस्था ज्ञायते. धातुः कीदृशः, आत्मनेपदी वा, उभयपदी वा, परस्मैपदी वा इति ज्ञातुं शक्नुमः. अपि च तर्हि अत्र एतादृशज्ञानं कथं भवति इति चेत्, धातौ यः स्वरः अस्ति तस्य स्वरस्य इत्संज्ञा अपि भवति चेत्, इदानीं तत्र वयं जानीमः धातौ यः स्वरः अनुनासिकः अस्ति तस्य इत्संज्ञा भवति इति वयं जानीमः. उपदेशे जननासिक इत् इत्यनेन तस्य इत्संज्ञा भवति इति ज्ञातविषयः एव. परन्तु ततः अग्रे यः स्वरः अस्ति सः इत्संज्ञकः अस्ति, इत्युक्ते अनुनासिकः अस्ति. ततः अग्रे सः स्वरः न केवलम् अनुनासिकः, परन्तु यदि अनुदात्तः अस्ति चेत् तत्र आत्मनेपदत्वं सूचयति. अनुनासिकस्वरः स्वरितः अस्ति चेत् उभयपदत्वं सूचयति इति एतादृशज्ञानमपि प्राप्तुं शक्नुमः स्वरज्ञानेन. अपि च अन्यः विषयः अस्ति धातुविज्ञानम् इत्यत्र इडागमव्यवस्था, इड्व्यवस्था. इत्युक्ते अत्र वयं जानीमः यत्र आर्धधातुकप्रक्रियायां यथा अत्र तप्रत्ययः, तवतु प्रत्ययः, तत्र पठितः, पठितवान् इति एतादृशरूपम् अस्ति यत्र मध्ये इकारः श्रूयते. पट् धातुतः तप्रत्ययः, तत्र प्रत्ययस्य इडागमः भवति, अतः पठितः इति रूपं. कुत्रचित् इडागमः भवति, परन्तु कुत्रचित् इडागमः न भवति, यथा कृतः, तत्र तु इडागमः नास्ति. परन्तु तत्र करिष्यति इत्यत्र इत्यत्र इडागमः दृश्यते, तत्र विशिष्टसूत्रमस्ति तदर्थं। परन्तु सामान्यतया चिन्तनं किम् इति चेत्, कुत्र इडागमः भवति इति चेत्, धातुः सेट्, धातुः सेट् अस्ति अपि च प्रत्ययः अपि सेट् अस्ति चेत् तदा एव इडागमः भवति। धातुः सेट् इति कथं ज्ञायते, प्रत्ययः सेट् इति कथं ज्ञायते, तदर्थं सूत्राणि सन्ति। तर्हि अस्मिन् पाठे तस्मिन् विषये अपि पठामः, कुत्र इडागमः सम्भवति, कथं जानीमः कुत्र इडागमः भवति इति तस्मिन् विषये अद्य पठामः। तर्हि अत्र करपत्रम् आरम्भतः एकवारं पठामः। अत्र रमाबाई भगिनी पठति वा? पाणिनीयशास्त्रम् अनुबन्धान् आश्रित्य स्वरांश आश्रित्य प्रवर्तते। एतयोः ज्ञानम् अन्तरा पाणिनीय शास्त्रस्य अवगतिः न भवति। धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः, उदात्तः अनुदात्तः स्वरितः वा, इदं सर्वम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते। अग्रे पठामः, अग्रे एतावता मूलधातौ निबन्धाः के के, अपि च कैकैः सूत्रैः ईसञ्जकाः वर्णाः विहिताः इति अस्माभिः अधीतम्। तत्परं सत्वं नत्वं नुगामः उपदादीर्घः इत्येभिः कार्यैः परिपक्वो लौकिकधातुः कथं ज्ञायते इत्यपि अवलोकितम्। आहत्य येषु सर्वेषु कार्येषु स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम्, अनुनासिकज्ञानम् इति। धातुषु अनुनासिकज्ञानेन एव अचाम् इति संज्ञा सम्भवति। अधुना तदाधारेण अग्रिमसिद्धान्तः स्वरविज्ञानेन पदव्यवस्था अपि च सेट् अनेक व्यवस्था ज्ञायते। तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिकधातुः कथं सञ्जायते इति स च अस्माभिः परिशीलितः। अधुना द्वितीयप्रमुखविषयः स्वरविज्ञानं, तस्मिन् उपविषयद्वयं पदव्यवस्था इडव्यवस्था च। वदतु। एतावत् पर्यन्तं वयं पठितवन्तः पाणिनीयशास्त्रम् अनुबन्धः अपि च स्वर आश्रित्य प्रवर्तते। धातुषु प्रत्ययेषु के अनुबन्धाः, अपि च स्वरः कीदृशः इत्युक्ते उदात्तः वा अनुदात्तः वा स्वरितवः इति सर्वम् आश्रित्य एव पाणिनीय शास्त्रम् अस्ति। वयं पठितवन्तः ईसञ्जकवर्णाः मूलधातोः के वर्णाः ईसञ्जकाः, अपि च कैः सूत्रैः ईसञ्जकसंज्ञा भवति इति अपि वयं पठितवन्तः। अनन्तरं अनुबन्धलोपानन्तरं किं किं कार्यमस्ति इत्यपि पठितवन्तः। सत्वं नत्वं नुगामः उपदादीर्घः एते अपि वयं पठितवन्तः। एतेषु सर्वेषु स्वराणम् इति एकं एतव पर्यन्तं वयं किञ्चित् स्वरज्ञानं प्राप्तवन्तः। अनुनासिकम् उपदेशेत् अनुनासिक इति सूत्रेण अर्थानुनासिकवर्णः अस्ति चेत् तस्य संज्ञा भवति इति वयं पठितवन्तः. धातुषु एव अनुनासिके संज्ञा सम्भवति. तस्य तेन आधारेण अग्रिमचिन्तादयः अस्ति स्वरविज्ञानं. स्वरविज्ञानेन पदव्यवस्था इत्युक्ते सेट् वा अनीच् वा इति वयं पदव्यवस्था इत्युक्ते न पदव्यवस्था सेट् वा अनीट् वा इति नास्ति. पदव्यवस्था इत्युक्ते परस्मैपदि वा आत्मनेपदि वा उभयपदि वा इति पदव्यवस्था. क्षम्यतां, परस्मैपदि वा अथवा आत्मनेपदि वा अथवा उभयपदि वा इति वयं ज्ञातुं शक्यते. अन्यः अस्ति सेट् वा अनीच् वा इति व्यवस्था अपि ज्ञातुं शक्यते. समीचीनं भगिनि, समीचीनं समीचीनम् अस्तु. तर्हि अत्र हा तर्हि अत्र अत्र स्पष्टमेव खलु. अत्र पाणिनीयशास्त्रम् एतावता तत्र सूत्रेषु वयं दृष्टवन्तः. अस्माकं प्रथमं सोपानं प्रत्ययः भवतु, आगमः भवतु, आदेशः भवतु, धातुः भवतु, यत्किमपि भवतु, तत्र प्रथमं कार्यं तु इत्संज्ञकवर्णानां ज्ञानं. तर्हि इत्संज्ञकविधायकसूत्राणि कानि इति अपि वयं ज्ञातवन्तः. तर्हि तत्सर्वं ज्ञातवन्तः. तर्हि तदेव अनुबन्धः इति उच्यते. तदनन्तरम् इदानीम् अस्माकम् अग्रिमसोपानमस्ति स्वरविज्ञानम् इति. अस्मिन् विषये पदव्यवस्था अपि च इड्व्यवस्था इति अपि अद्य पठामः. विषयद्वयमस्ति, पदव्यवस्था, इड्व्यवस्था. यद्यपि इदानीं यद्वयं पठामः तत्र केवलम् अकाडेमिक् इण्ट्रेस्ट् अथवा ज्ञानार्थमेव पठामः. तस्य लौकिकरूपेण पदव्यवस्था इत्यस्य लौकिकरूपेण प्रयोगः बहुत्र कर्तुं न शक्यते. यत्र यत्र अनुनासिकवर्णम् आश्रित्य अथवा अनुदात्तत्वं स्वरितत्वं किमपि आश्रित्य कार्यमस्ति तत्र तु वयं तत्र तस्य प्रयोगं कर्तुं न शक्नुमः. यतोहि तत्र तादृश पाठः, स्वरसहितपाठः न लभ्यते. अतः अत्र अकाडेमिक् इण्ट्रेस्ट् एकवारं ज्ञानार्थं पठामः. परन्तु बहुत्र तत्र चिन्तयितुं शक्नुमः, तत्र रिवर्स् इञ्जिनियरिङ्ग् कृत्वा चिन्तयितुं शक्नुमः. अस्तु, अत्र धातुः आत्मनेपदी अस्ति, अतः प्रायः अत्र स्वरः अनुदात्तस्वरः अथवा उभयपदी अस्ति, अतः स्वरः स्वरितः इति रिवर्स् इञ्जिनियरिङ्ग् कर्तुं शक्नुमः. अस्तु, तर्हि अत्र उमा भगिनी अग्रे पठति वा? आं भगिनि, पठामि. स्वरविज्ञानम् इत्सम्यकेन अच्वर्णेन धातुः किं पदी इति निर्णयः क्रियते, अपि च अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति. स्वरः इत् सम्यकः चेत् तर्हि तस्य अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते. स्वरः इत् सम्यकः नास्ति चेत् तर्हि तस्य अनुदात्तः उदात्तः स्वरित इत्येभिः वर्गैः ईद्व्यवस्था ज्ञायते. सम्प्रति अनुदात्त उदात्त स्वरित इत्येतानि चिह्नानि कथम् अभिज्ञातुं शक्नुमः इति अवलोकयाम. अच्वर्णेन धातुः इत्संज्ञा ज्ञातुं शक्यते. तदापि किं पति इति निर्णयः अपि कर्तुं शक्यते, परस्मैपदि या आत्मनेपदि इति. अनुबन्धलोपानन्तरम् अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इत् अन्ट् ओके. अनुबन्धलोपानन्तरं दट् इस् इत् सम्यक् इति लोपानन्तरं दि लौकिकधातु किम् अस्ति इति निर्णयं निर्णयं कर्तुं शक्यते. तद् इट् अनिट् इति ज्ञातुम् इट् वा अनिट् वा इति ज्ञातुं शक्यते. स्वरः इत् सम्यक् चेत् तर्हि अधः अनुदात्त उदात्त स्वरित इत्येभिः वर्गैः पदव्यवस्था ज्ञायते. ओ दट् दिस् इस् पदव्यवस्था इति अर्थं कः इति अत्र व्यवह्रियते. स्वरः इत् सम्यक् चेत् तर्हि तस्य अनुदात्त उदात्त स्वरित पदव्यवस्था इति उच्यते. स्वरः इत्सम्यकः नास्ति चेत् तर्हि अनुदात्त उदात्त स्वरित इत्यस्मात् इद्व्यवस्था अपि ज्ञातुं शक्यते. समीचीनं. तर्हि तत्र धातुः अस्माकं पुरतः धातुः अस्ति चेत् तत्र प्रथमं तु इत्संज्ञकवर्णानां लोपः. यदा इत्संज्ञकवर्णस्य लोपः क्रियते तदानीं सः वर्णः कीदृशः, तत्र अनुनासिकः अस्ति इति जानीमः. यतोहि अनुनासिकः अस्ति चेत् एव तस्य इत्संज्ञा भवति. अनुनासिकः अस्ति इति जानीमः, परन्तु ततः अग्रे अत्र स्वरः अनुदात्तः वा स्वरितः वा उदात्तः वा इति दृष्ट्वा वयं ज्ञातुं शक्नुमः धातुः आत्मनेपदि वा उभयपदि वा परस्मैपदि वा इति ज्ञातुं शक्नुमः. तर्हि इत्संज्ञकवर्णः इत्संज्ञकः स्वरः अस्ति चेत् तत्र इतोपि अग्रे चिन्तनीयं तत्र कीदृशस्वरः इति. तेन पदव्यवस्था ज्ञायते. इदानीं धातौ यः इत्संज्ञकस्वरः अस्ति तस्य लोपः जायते. तदनन्तरं यः धातुः अस्ति तस्मिन् धातौ यः अवशिष्टः स्वरः अस्ति तं स्वरं दृष्ट्वा वयम् इड्व्यवस्था अपि ज्ञातुं शक्नुमः. इत्येव अत्र द्वितीयविषयः अस्ति. प्रथमं पदव्यवस्था, द्वितीयम् अत्र इड्व्यवस्था कथम् इति अत्र अग्रे पश्यामः. प्रथमः विषयः तु पदव्यवस्था, तस्मिन् विषये प्रथमं चिन्तनं कुर्मः, तदनन्तरम् इड्व्यवस्था. अस्तु, तर्हि अग्रे वासुदेवन् महोदय पठति वा? पठामि. स्वरचिह्नानि झ इत्यस्मिन् धातौ चन्द्रकला बिन्दु इति चिह्नम् अजग अनुनासिकत्वं सूचयति. यदा डुपचंश् पाके खनुम् अवधारणे भज् सेवायां भज् परिभाषणे आसम् उपवेशने एवञ्च तद् चन्द्रकलाबिन्दु इत्यनेन चिह्नेन अङ्कितः अच् वर्णः अनुनासिकः भवति. दक्षम् इत्युक्ते अम् इति चिह्नमस्ति, अम् इति चिह्नमस्ति, तद् अनुनासिकत्वं सूचयति. डुपचषं पागे कनुम् अवधारणे भज् एतेषां धातूनामपि धातुषु अपि अनुनासिकत्वम् अस्ति, अनुनासिकत्वम् अस्ति. एते वर्णाः अनुनासिकाः भवन्ति. एते अश्वर्णाः अनुनासिकाः भवन्ति. अग्रे पठतु. धातुषु अजः अधस्तात् या रेखा दृश्यते यदा अनुदात्तः इति, सा रेखा अजः अनुदात्तत्वं सूचयति. अतः अधस्तात् रेखा दृश्यते अजः अनुदात्तत्वं सूचयति. आसम् उपवेशने इत्यस्मिन् धातु सकारोत्तरवर्ति यः अकारः अस्ति सः अकारः अनुदात्तः इति अधस्तं चिह्नं सूचयति. धातुषु अजः उपरिष्टात् या रेखा दृश्यते यदा उपरि लैन् इति, तदा तया अचः स्वरितत्वं सूच्यते. यदा डुप्पजेषु पागे इत्यस्मिन् धातु चकारोत्तरवर्ति यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति. वयं रेखायां अधस्थितं रेखा अधस्थितरेखा तदा उपरिस्थितम् उपरिस्थितं रेखा एवम् एतान् दृष्ट्वा वयं उदा अनुदात्तं सुरितम् इति ज्ञायते, इति ज्ञातुं शक्यते. अत्र अधः चिह्नमस्ति चेत् किं ज्ञायते? अधः अस्ति चिह्नः अनुदात्तः इति ज्ञायते, उपरि अस्ति चेत् सुरितः इति ज्ञायते. यदा द्वोपि द्वोपि नास्ति चेत् तद् उदात्तः. समीचीनं समीचीनं. तर्हि अत्र धातोः यः धातोः यः स्वरः अस्ति तस्य अधः चिह्नं रेखा दृश्यते चेत् अनुदात्तत्वं सूचयति, सः स्वरः अनुदात्तः. धातोः यः स्वरः तस्य उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः. हा, यस्मिन् धातौ स्वरे चिह्नमेव नास्ति, उपरि अपि नास्ति, अधः अपि नास्ति, तादृश स्वरः उदात्तः. हा, अस्तु, समीचीनं महोदय, धन्यवादः. अग्रे वसन्ती भगिनी पठतु. मम सङ्गणके वित्तनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि, अतः ठयो सहवासः समीचीनं न दृश्यते. आ, अतः अत्र यद्यपि उभयम् अपेक्षते तथापि केवलं स्थापितं चन्द्रबिन्दु न स्थापितम्. अवगतं वा? तत्र दुपचष् इत्यस्य उपरि तत्र आस्ट्रिक्स् अस्ति खलु, तत्र चकार उत्तरवर्ती, तत्र केवलं स्वरितत्वमेव सूचितमस्ति, परन्तु तत्र चन्द्रबिन्दुः अपि अपेक्षितः. चकार उत्तरवर्ती अकारः न केवलं स्वरितः अपि तु अनुनासिकः अपि. अग्रे पठतु. तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत् अनुदातः, उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः. यथा वसन्धातौ वकारो उत्तरवर्ती यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति, अतः सः अकारः अनुदातः. परन्तु शिष धातौ षकार उत्तरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः. उपरि चिह्नम् अस्ति स्वर उपरि चिह्नम् अस्ति चेत् तत् स्वरितः, अधः अधस्तात् चिह्नम् अस्ति चेत् तत् अनुदातः. उपरि अपि नास्ति, अधः अपि नास्ति चेत् तत् उदात्तः. एकक्षणमहोदय भगिनी समापयतु. अत्र वस इति धातु तत्र किम् अस्ति? वस इति धातोः वकार उत्तरवर्ते बिलो अदस्य चिह्नम् अस्ति. सो वकार अकार यः अकारः अस्ति तस्य अधः चिह्नमस्ति. सो वस् इति धातोः वकार अकारः वकारस्य सोरि वकार वकार उत्तरवर्ती यः अकारः तत् अनुदातः. सकार उत्तरवर्तीयः अकारः तस्य सकार उत्तरवर्तीयः अकारः अस्ति तस्य किम्? सकार उत्तरवर्ती अकारः स्वरितः. सकार उत्तरवर्ती अकारः स्वरितः इति कथं ज्ञायते? चिह्नम् अस्ति वा? चिह्नमस्ति ओ नो नो नो वस् धातो वस् ओके नो न चिह्नम् अस्ति इत्संज्ञः सो ओन्लि वकार वकार अकारः ओन्लि अनुदातः सकार उत्तरवर्ति अकारः सः कः सः कीदृशः उदात्तः सो नो चिह्नं नास्ति चिह्नं नास्ति सो उदात्तः उदात्तः अस्ति हा अत्र वस्तुतः कथं वक्तव्यम् इति चेत् उदात्तः अपि अस्ति अनुनासिकः अपि अस्ति उदात्तः अपि अस्ति इत्संज्ञकः अपि अस्ति अतः उदात्तेत् इति वदामः अग्रे शिष्य इति धातौ अत्र सकार उत्तरवर्ति यः अकारः अस्ति सः अनुनासिकः अस्ति अतः तस्य इत्संज्ञा अस्ति इति जानीमः अनुनासिकस्वरस्य इत्संज्ञा भवति उपदेशे जननासिक इत्यनेन इति जानीमः तर्हि इत्संज्ञा अपि अस्ति सकार उत्तरवर्ति यः अकारः अस्ति तस्य उपरि अपि चिह्नं नास्ति अधोभागे अपि चिह्नं नास्ति अतः सः स्वरः उदात्तः उदात्तः अपि अस्ति स्वरः अनुनासिकः अपि अस्ति अतः उदात्तेत् इति वदामः उदात्तः अपि च इत्संज्ञा द्वयमपि अस्ति अतः उदात्तेत् अस्तु भगिनि शिशः शकारो शकारो उत्तरवर्ति इकारः अस्ति तस्य उपरि अथवा अधः चिह्नं नास्ति सो उदात्ता उदात्ता इति चकारः अस्ति अनुनासिक अकारः अस्ति बट् चिह्नं नास्ति उपरि अथवा अधः सो शकारः अकारः अपि उदात्तः अपि च इत्संज्ञकः अपि अस्ति खलु अतः किं वक्तव्यम् ओ या इत्संज्ञः विल् बि लोपः उदात्ते शकारः शकार उत्तरवर्तीयः कारः अस्ति सः अनुनासिकः अपि अस्ति इत्संज्ञकः अपि अस्ति अतः उदात्तेत् इति वदामः उदात्तः अपि अस्ति इत्संज्ञकः अपि अस्ति खलु परन्तु शकार उत्तरवर्ति इकारः उदात्तेत् नास्ति केवलम् उदात्तः अवगतं वा इत्संज्ञः अस्ति चेत् उदात्तेत् उदात्तः अपि च इत्संज्ञकः वदतु भगिनि मम संशयः वस वसन् इति धातोः वर्णद्वयम् अस्ति सः वः सः वा वर्णस्य अधः एव रेखा भवति रेखा अस्ति अत्र सः आकारः अधः चिह्नम् अस्ति अधः साकारः अनुदात्तः इति कथ्यते इति कथयति कथम् इति कथम् एतत् वकार उत्तरवर्ति वकार उत्तरवर्ति यः अकारः अस्ति तस्य अधः चिह्नः अधः चिह्नम् अस्ति अतः अनुदात्तः यस्य स्वरस्य चिह्नं नास्ति इदानीं वा इति वर्णस्य अधः एव चिह्नमस्ति न एकक्षणम् अनुदात्तत्वं स्वरितत्वम् उदात्तत्वं तु स्वरस्य विषये एव अस्ति वकारस्य विषये हल् वर्णस्य विषये नास्ति यद्यपि चिह्नं तत् तथा दृश्यते वस्तुतः अकारस्य अधः एव चिह्नं यदा यत् वा वर्णस्य अधः दृश्यते तद् स वर्णस्य अधः भवितुम् अर्हति वा न स्ववर्णस्य अत्र अनुदात्तत्वं स्वरितत्वम् उदात्तत्वं तु स्वरस्य विषये एव सकारस्य विषये अपि तादृशं नास्ति तत्र सकार उत्तरवर्ति अकारः सकार उत्तरवर्ति अकारः अनुनासिकः अनुनासिकः तद् अनुदात्तः नास्ति हा अनुदातः नास्ति, चिह्नमेव नास्ति, अतः एव उदात्तः इति वदामः. सः अत्र दत्तमस्ति, एकवारं पठामि. यदा वसन्तादौ वकारोत्तरवर्ती यः आकारः अस्ति तस्य अधः चिह्नमस्ति, अधः सः आकारः अनुदात्तः. समीचीनमेव खलु. इद् एतत् कथं भवति? हा व इति अस्ति खलु, व इति तत्र वर्णद्वयम् अस्ति. वकार उत्तरवर्ति इत्युक्ते किं? सकार न, वकार उत्तरवर्ति इत्युक्ते किं? वकारस्य अनन्तरं यः कः वर्णः अस्ति सः वर्णः अस्ति. न, वकारः योगः अकारः, अकारः अस्ति खलु. वकारः योगः तर्हि वकार उत्तरवर्ति अकारः अस्ति, तस्य अकारस्य अधोभागे चिह्नम् अस्ति इति कृत्वा सः अकारः अनुदात्तः. अनुदात्तः तावदेव. सः अवगतं खलु? अवगतम्. भगिनी भगिनी, डूप चष् इति किमपि अत्र दत्तम् अहं न अवगतम्. मम सङ्गणके इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि, अतः तयोः सः वासः समीचीनं न दृश्यते. किमर्थं दीर्घ आ? केवलं तत्र उदाहरणार्थं स्थापितं भगिनि, यतोहि तत्र तादृशं चिह्नद्वयं स्थापयितुं न शक्नुमः. केवलम् आकारस्य उपरि प्रायः तादृशं स्थापयितुं शक्नोति इति कृत्वा तादृशं प्रदर्शितम् अस्ति, केवलम् उदाहरणार्थं. दुपचष् इत्यस्मिन् तु आकारः नास्ति खलु. अत्र चकारस्य उपरि स्वरितः अस्ति, उपरि चिह्नम् अस्ति, अपि च तत्र अनुनासिकत्वमपि भवेत्. अतः एव पच् इति अवशिष्यते खलु, पचति पचते, पच् इति लौकिकधातुः. आम्. सो कथं जानीमः यदि वयं हस्ते लिखामः तदनन्तरं तु द्वयोः चिह्नयोः लिखामः न भगिनि? हा तत्र स्थापनीयं, तत्र अनुनासिकचिह्नमपि स्थापनीयं. महोदयस्य सङ्गणके कम्प्यूटर् मध्ये तथा स्थापयितुं न शक्यते इति कृत्वा तत्र एकं फुट्नोट् कृतं, तावदेव. अस्तु अस्तु. सो यदा वयं हस्ते लिखामः तदा डूप च वर्णस्य उपरि एक तु रेखा दत्तम्, अपि च चन्द्रकला दत्तं, चन्द्रबिन्दुः अपि स्थापनीयं. सत्यं, चन्द्रबिन्दुः अत्र स्थापनीयम्. अस्तु, तदेव. भगिनी, वंस् इति वर्णविकारः वकार अकार अनुनासिक सकारः वा, सकार अकार अनुनासिक अकारः वा? अनुनासिक, अत्र अनुनासिकस्य विषये अत्र एकं वक्तव्यं. स्वरस्य अनुनासिकत्वं भवति, सर्वेषां स्वराणाम् अनुनासिकत्वं भवति, अपि च वकारस्य अनुनासिकत्वं भवति, अपि च यकारस्य अनुनासिकत्वं भवति, अपि च लकारस्य अनुनासिकत्वं भवति. केवलम् एतेषां वर्णानामेव अनुनासिकत्वं भवति, अतः सकारस्य अनुनासिकत्वं कदापि न भवति. अतः अत्र स इति दत्तमस्ति चेत् अकारस्य अनुनासिकत्वं. वकारस्य वर्णविकारः वकार अकार सकार अनुनासिक अकार, सत्यं. एतत् इद् वर्णः अनुनासिक अकारमेव. पूर्वं दत्तम् अकारं एतत् वकारस्य परम् अस्ति, तद् उदात्तः अस्ति चेत् इत्संज्ञकवर्णः उदात्तः एव न? हा न, अत्र तु वकार उत्तरवर्ति अकारः तु अनुदात्तः अस्ति, उदात्तः नास्ति खलु. न न, मै क्वश्चिन् इस् देर् आर् टु अकारं, वन् इस् आफ्टर् वकारं, अनन्तरं इस् आफ्टर् सकारम् अनुनासिक अकारं. सत्यम्, अनुनासिक अकारम् एव इत्संज्ञा. सत्यं, वाट् वि आर् लुकिङ्ग् अट् इस् अनुदात्तः उदात्तः वा स्वरितः वा, ओन्ली फार् इत्संज्ञकवर्णः, न पूर्वं वर्त विद्यमान अचुवर्णः. इफ् दे आर् पुटिङ्ग् वकारस्य अदेव भागे चिह्नं रक्ति चेत् अन्तिम अनुनासिकस्य उदात्तः इति स्वीकर्तुं वा? अन्तिम अन्तिम अनुनासिक अकारः उदात्तः सत्यम् अन्तिम सकार उत्तरवर्ति अकारः न न न अत्र यत् चिह्नं वकारस्य यत् चिह्नं वकार उत्तरवर्ति अकारस्य अधोभागे यत् चिह्नम् अस्ति तत्तु तस्य अकारस्य विषये एव उक्तं सः अकारः अनुदात्तः तस्य इत्संज्ञा न भवति तस्य इत्संज्ञा न भवति यतोहि अनुनासिकः नास्ति तत्र केवलं किं ज्ञायते इति चेत् अनुदात्तः इति एव ज्ञायते इदानीं तदनन्तरं सकार उत्तरवर्ति यः अकारः अस्ति सः अकारः न केवलम् अनुनासिकम् अपि च उदात्तः अपि अस्ति अनुनासिकः अस्ति इति कृत्वा तस्य इत्संज्ञा अपि भवति अपि च तत्र तस्य उदात्तः इति अपि ज्ञायते उदात्तसंज्ञा अपि अस्ति अतः उदात्तेत् इति वदामः उदात्तेत् अस्ति चेत् तत्र किं प्रयोजनम् इति अग्रे पठामः प्रयोजनं न दृष्टवन्तः अनुनासिक अकारं since they put under symbol under vakaram it is anudar udatta anunasika isanyaka varnam no see yatra symbol eva nasti chinnam eva nasti che tatra swaraha kidrishah bhavati okay so the akaram which is udatta is after akaram only no ekavaram shrunotu mahodaya yadi yatra swarasya adobhage chinnam asti che saha swaraha kidrishah वकारस्य परं भवितुं वकारं त्यजतु अत्र सामान्यतया चिन्तनं कुर्मः स्वरस्य अधोभागे चिह्नम् अस्ति चेत् सः स्वरः कीदृशः अनुदात्तः अनुदात्तः स्वरस्य उपरि रेखा अस्ति चेत् सः स्वरः कीदृशः स्वरस्य उपरि अस्ति चेत् उदात्तः न स्वरितः स्वरितः स्वरितः स्वरितः उपरि अपि चिह्नं नास्ति अधोभागे अपि चिह्नं नास्ति चेत् सः स्वरः कीदृशः उदात्तः उदात्तः इदानीं सकारस्य अनन्तरं यः अकारः अस्ति सः स्वरः तस्य उपरि अपि चिह्नम् अस्ति वा अधोभागे चिह्नम् अस्ति वा रेखा नास्ति तर्हि सः स्वरः कीदृशः सः स्वरः कीदृशः उदात्तः इदानीं सः एव स्वरः उदात्तः अपि अस्ति अनुनासिकः अपि अस्ति यतोहि चन्द्रबिन्दुः अपि अस्ति तत्र एव चिह्नमेव नास्ति रेखा नास्ति अनुनासिकत्वमपि अस्ति अतः उदात्तः अपि अस्ति इत्संज्ञकवर्णः अपि अस्ति अतः उदात्तेत् इति वदामः अस्तु अग्रे भगिनी एकं संशयः अपि अस्ति भगिनी क्षम्यताम् यदि अगि इति एकं धातु अस्ति अगि चन्द्रबिन्दु तत्र अस्ति अपि च स्वरित अस्ति तदनन्तरं गी तु एकरेखा इकार रेखा अस्ति किन्तु अपि एकं स्वरित एकं स्ट्रेट् लैन् अपि अस्ति तदनन्तरं चन्द्रबिन्दु अपि अस्ति कुत्र अस्ति कुत्र दृष्टवती यदि न दृष्टवती अहम् ऊहं करोमि भगिनी यदि स्वरित अपि च किमपि ईकारान्त ईकारान्त अस्ति चेत् तदनन्तरं कथं लिखामः न तत्र स्वरस्य यदि स्वरस्य स्वरः अनुनासिकः अस्ति चेत् चन्द्रबिन्दुः भवति तर्हि स्वरितः अस्ति चेत् उपरि चिह्नमपि भवति अनुदात्तः अस्ति चेत् अधोभागे चिह्नमपि भवति ईकारस्य अधोभागे चिह्नं भवति उदात्तः अस्ति चेत् चिह्नमेव न भवति तावदेव यथा अत्र अकारस्य विषये लिखामः यदि किमपि धातु अगि अगि एकम् उदाहरणं यदा वयं स्वीकुर्मः अगि अतः गकार योग इकार तत्तु चन्द्रबिन्दु इकार अस्ति सत्यं तदनन्तरं यदि तत् स्वरित अस्ति चेत् तदनन्तरम् एकम् अपि चिह्नमपि भवति हा अडिशनल् रेखा भवति अस्तु अस्तु तदेव अहं सर्वत्र भवति स्वरितः अस्ति चेत् रेखा भवति एव अनुदातः अस्ति चेत् अधोभागे रेखा भवति अस्तु अस्तु बहुत्र त्रीणि चिह्नानि अपि भवितुम् अर्हति एकमेव एकस्य स्वरस्य त्रीणि चिह्नानि न भवितुम् अर्हति कथम् उच्चारयामः एकस्य वर्णस्य एकमेव चिह्नं भवति एकमेव चिह्नम् इत्युक्ते रेखा एक रेखा उपरि अथवा अधोभागे अथवा रेखा नास्ति इत्येव भवति तत्र स्वरितः अपि भवेत् उदात्तः अपि भवेत् अनुदात्तः अपि भवेत् इति तत् न तादृश तु नास्ति किन्तु चन्द्रबिन्दु अपि ईकार चन्द्रबिन्दुः इति भिन्नविषयः भवति भगिनि चन्द्रबिन्दुः इति भिन्नविषयः चन्द्रबिन्दुः अपि च स्वरितः उदात्तः अनुदात्तः इति भिन्नविषयः अस्ति चन्द्रबिन्दुः तु अनुनासिकत्वं सूचयति चन्द्रबिन्दुः अस्ति चेत् उच्चारणम् अनुनासिकम् उपयुज्य उच्चारणं भवति चन्द्रबिन्दुः अस्ति चेत् अवगतं भगिनि केवल फार् द पर्पस् आफ़् रैटिङ्ग् भगिनि धन्यवादः भगिनि अहं फार् द पर्पस् आफ़् रैटिङ्ग् यु रैट् बोध चिह्नं यु रैट् द रेखा अण्ड् आल्सो यु रैट् द चन्द्रबिन्दु अस्तु अस्तु तदेव भगिनि यदि वकारस्य उत्तरवर्ती अनुदातः चिह्नम् अस्ति यदि अनुनासिकचिह्नम् अपि अस्ति चेत् अनुदातेत् अथवा स्वरितेत् इति धन्यवादः अस्तु अग्रे अरविन्द महोदय पठतु बहुत्र अनुदात्त स्वरः अनुनासिकः अपि अस्ति नाम चिह्नद्वयम् अस्ति आ अनुदात अनुनासिक तथैव बहुत्र स्वरित स्वरः अनुनासिक अपि अस्ति चिह्नद्वयसहित इति अकार अनुनासिक उदात्त परन्तु अनुदात्त सर्वदा अनुनासिकः अथवा स्वरित सर्वदा अनुनासिकः इति नियमः नास्ति एव कदाचित् भवितुम् अर्हति कदाचित् नापि भवितुम् अर्हति अत्र अच्वर्णानाम् अनुनासिकत्वस्य सहायते सहायेन अतो अनुदात्त उदात्त स्वरित सहवासं कथं भवितुम् अर्हति कथं कदाचित् नापि भवितुम् अर्हति इति अत्र परिच्छेदे दत्तं कुत्रचित् द्वयोः अनुनासिक उदात्त अनुनासिक स्वरित अनुनासिक उदात्त इति भवितुमर्हति किन्तु उदात्त सर्वदा अनुनासिक अथवा स्वरित सर्वदा अनुनासिक इति नियमः नास्ति मम एकः संशयः अस्ति भगिनि पृच्छतु अच्वर्णानां त्रीणि भेदो करोति स्थानप्रयत्न दीर्घत्वं कालं कालम् इत्युक्ते ह्रस्वं दीर्घं प्लुतं प्लुतं तु धातु न दृश्यते किन्तु ह्रस्वं दीर्घत्वं दृश्यते स्थानम् इत्युक्ते उदात्त अनुदात्तस्वरितं न स्थानम् इत्युक्ते तत्र स्थानम् इति विशिष्ट अर्थः अस्ति स्थानम् इत्युक्ते मुखस्य अन्ते स्थानानि भवन्ति यथा कण्ठ्यवर्णः औष्ठ्यवर्णः दन्त्यवर्णः इति तादृशस्थानानि भवन्ति मुखे मूर्धन्यवर्णः इति तादृशस्थानानि भवन्ति तदेव तदेव स्थानम् इति वदामः व्याकरणे मुखे उच्चारणस्थानम् अत्र तु उच्चारणस्य स्थानस्य विषयः नास्ति स्वरस्य उच्चारणविषयः अस्ति उदात्तत्वं उदात्तत्वम् अनुदात्तत्वं स्वरितम् इति तत्र स्वरस्य उच्चारणविषये अस्ति. तदपि यदा यथा भवान् वदति तदपि उच्चारणस्य विषये एव स्थानस्य विषये एव तत्र मुखे कुत्र उच्चारणीयं कथम् उच्चारणीयम् इत्यस्मिन् विषये एव अस्ति प्रयत्नः. उच्चारणभेदेन त्रीणि स्थानं भवति. सत्यं सत्यं. हा, बाह्यप्रयत्नं खलु भगिनि? किं बाह्यप्रयत्नम्? अनुनासिकत्वम् अननुनासिकत्वं स्वरित उदात्त अनुदात्त एते षट् उच्चारणाः तु बाह्यप्रयत्नः. किमर्थं तथा वदति? कण्ठ तालु मूर्धा एते सर्वे मुखस्य अन्तः स्थानानि, तेषां प्रयत्नं तु अन्तस्थाः, बाह्यस्थाः नासिका थ्रू वा अथवा अननुनासिका. बाह्यप्रयत्नम् इत्युक्ते तत्र विशिष्टः अर्थः अस्ति भगिनि. बाह्यप्रयत्नम् इति यथा भवती वदति तथा नास्ति. बाह्यप्रयत्नम् नादः तद्वत् तत्र अल्पप्राणः महाप्राणः संवारः नादः घोषः इति तादृशबाह्यप्रयत्नः. अस्तु तर्हि अत्र मम एकः प्रश्नः इत् यद् वसन्त धातु अन्तिम अकारस्य अनुनासिकत्वम् अस्ति स्वरितत्वमपि अस्ति. सकार उत्तरवर्ती अकारस्य स्वरितत्वं नास्ति खलु वस इति धातौ, तत्र चिह्नमेव नास्ति. चिह्नं अनुनासिकचिह्नम् अस्ति, केवलम् अनुनासिकचिह्नम् अस्ति, किन्तु उपरि रेखा नास्ति, अधो रेखा नास्ति इति कृत्वा तस्य स्वरितत्वं उदात्तत्वम् अस्ति. अतः एव उदात्ते खलु तत्र लोपचिद यत्र भवति तत्र उदात्तत्वं अनुनासिकत्वं द्वयोपि लोपो भवति. उदात्तत्वम् इत्यस्य तत्र स्वरस्य लोपः भवति चेत् तत्र उदात्तत्वमपि गच्छति, परन्तु तत्र तत्र वर्णस्य उदात्तत्वं तु अस्ति एव. यथा अनुनासिकत्वं भवति तथैव तत्र उदात्तत्वमपि अस्ति. यदि सः स्वरः कीदृशः इति वदामः चेत् तत्र उदात्तस्वरः अनुनासिकस्वरः, तर्हि स्वरः एव गच्छति चेत् तत्र चिह्नमपि गच्छति. तत्र उच्चारणमेव न करणीयं खलु. इत्संज्ञकवर्णस्य लोपः भवति चेत् तत्र उच्चारणं न भवति. अतः तत्र चिह्नस्य केवलं तत्र ज्ञानस्य विषयः अस्ति. तत्र चिह्नम् अस्ति इति कृत्वा तत्र किमपि अन्यत् किमपि तत्र प्रयोजनम् अस्ति. धन्यवादः. अवगतं वा? अवगतम्. अस्तु अत्र अस्मिन् परिच्छेदे किम् अस्ति इति अवगतं खलु? इत्युक्ते तत्र बहुत्र स्वरस्य उपरि यदि चिह्नमपि भवति अनुनासिकत्वम् अपि भवति. यदि अत्र स्वरितस्वरः अस्ति तदनन्तरं तत्र अनुनासिकचिह्नम् अत्र अनुनासिकचिह्नम् अपि च स्वरितचिह्नमपि अस्ति चेत् तत्र स्वरितेत् इति वदामः. यदि अनुदात्तस्वर अनुदात्तचिह्नम् अस्ति अधोभागे चिह्नम् अस्ति अपि च अनुनासिकत्वम् अपि अस्ति चेत् तत्र अनुदात्तेत् इति वदामः. यदि केवलं तत्र अनुनासिकचिह्नमेव अस्ति उपरि अपि रेखा नास्ति अधोभागे अपि रेखा नास्ति चेत् तत्र उदात्तेत् इति वदामः. परन्तु सर्वत्र एतादृशमेव इति नास्ति. कुत्रचित् चिह्नमेव नास्ति अत्र अनुनासिकचिह्नमपि नास्ति किमपि नास्ति चेत् तत्र केवलम् उदात्तः इति ज्ञायते. कुत्रचित् चिह्नद्वयं भवितुमर्हति, कुत्रचित् एकमेव चिह्नं भवति. अतः तत्र सन्दर्भं दृष्ट्वा ज्ञायते. अस्तु अग्रे पठतु महोदय. भवानेव येषां त्रयाणां संज्ञकास्वराणाम् उच्चारणभेदः उच्चैरुदात्तः इत्यनेन उदात्तः नाम ध्वनि उपरि दिशि गच्छति. नीचैरुदात्तः इत्यनेन अनुदात्त नाम ध्वनिः अधो दिशि गच्छति. समाहारस्वरितः इत्यनेन स्वरितः नाम्ना ध्वनिः न उपरि न वा अधः. तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानीं तन्नकाले व्याकरणक्षेत्रे एतादृश अभ्यासः प्रायः लुप्तः. त्रीणि अग्रिमवाक्यम् अपि अत्र त्रीणि सूत्राणि दत्तम्, उच्चैरुदात्तः, नीचैरनुदात्तः, स्माहारस्वरितः. तीनि सूत्राणि उदात्त अनुदात्तस्वरितवर्णानां नामध्वनि कीदृशम् अस्ति इति विवरणं दत्तम्. उच्चै उदात्त इति ध्वनि उपरि दिश गच्छति, अनुदात्तध्वनिः अधो गच्छति, समाहार न उपरि न अधो गच्छति. तर्हि उच्चारणभेदाः सन्ति, परन्तु अस्मिन् काले एतादृश अभ्यासः लुप्तः अस्ति. अधुना पाणिनीयधातुपाठे पदव्यवस्थायाम् अवलोकयाम, अनन्तरम् इत् व्यवस्था दृश्यताम्. समीचीनं भगिनी. एकः संशयः अत्र उच्चैरुदात्तः इति उच्यते, इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशति दिशि गच्छति, किन्तु हम पठितवन्तः डुपचश् पाके अस्मिन् धातौ चकारवर्ती यः आकारः अस्ति सः आकारः स्वरितः इति उपरि स्तं चिह्नं सूचयति. Isn't it contradictory? न, तत्र नीचैर् न समाहारः स्वरितः इति उक्तं खलु, समाहारः स्वरितः. नो नो, वन् सेकेण्ड्. समाहारः स्वरितः मीन्स् इत्यनेन स्वरितः नाम ध्वनिः न उपरि न वा अधः. देन् अत्र वन् सेकेण्ड्. उच्चै वेन् इट् वास् गोयिङ्ग् अप् इट् इस् काल्ड् न न भवती प्रायः वेदानां विषये चिन्तयन्ती अस्ति, वेदानां विषये भिन्नव्यवस्था. भगिनी, चिह्नम् अण्ड् स्वर एस् इन् उच्चैः गच्छति वा अधः गच्छति वा, देर्स् नो कोरिलेशन्. चिह्नम् उपरि अस्ति चेत् स्वरः अपि उच्चैः गच्छति इति किमपि नास्ति. न न न, अत्र एकक्षणं भगिनि, अत्र व्याकरणे तथा नास्ति भगिनि. न न न, हा अवगच्छामि, परन्तु भगिनी प्रायः तत्र वेदानां विषये चिन्तयन्ती अस्ति. तत्र वेदे तत्र स्वरितस्वरः अस्ति चेत् उपरि गच्छति इति तादृशव्यवस्था अस्ति तत्र, परन्तु अत्र व्याकरणे अत्र तु व्याकरणे भिन्नम् अस्ति, अतः किञ्चित् भ्रमः भवति. व्याकरणे भिन्नम् अस्ति इति कृत्वा भ्रमः भवति. यद्यपि समाहारः स्वरितः इति उक्तं, तथापि उपरि चिह्नम् अस्ति, तथा अस्ति. अत्र ऋग्वेदे चिह्नम् और् सामवेदे अपि व्यत्यस्तं भवति चिह्नस्य. सामवेदे तु चिह्नं अत्यन्तम् अन्य भवति. ऋग्वेदे तु समये यत्र दत्तं तस्य किञ्चित् साम्यता अस्ति. अस्तु, वेदस्य तदेव. हा, समीचीनं महोदय, समीचीनं, धन्यवादः. तर्हि अत्र उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारस्वरितः इत्येतानि उदात्त अनुदात्तस्वरितसंज्ञाविधायकसूत्राणि सन्ति. इत्युक्ते वर्णानां भेदाः उच्यमानाः सन्ति. तर्हि अच्वर्णः, ह्रस्वः, दीर्घः, प्लुतः इति प्रथमतया भवति. तर्हि प्रत्येकं स्वरः, पुनः उदात्तः, अनुदात्तः, स्वरितः इति त्रिधा तस्य विभजनं भवति. इदानीम् उच्चैर् उदात्तः यद्यपि अत्र लिखितमस्ति, उदात्तः नाम ध्वनिः उपरि दिशि गच्छति इति उक्तमस्ति, परन्तु वस्तुतः तत्र व्याख्यायां पश्यामः चेत् उच्चैः नाम ऊर्ध्वभागे इति अर्थः. तत्र मुखस्य ऊर्ध्वभागम् उपयुज्य यः ध्वनिः निष्पद्यते तदेव अत्र उच्चैः उदात्तः इति उक्तम्. अनन्तरं नीचैः इत्युक्ते अधोभागे, मुखस्य अधोभागे यदा उच्चारयामः तत्र नीचैः अनुदात्तः इति वदामः. अनन्तरं तत्र ऊर्ध्वभागः अपि नास्ति अधोभागः अपि नास्ति चेत् तत्र स्वरितः इति वदामः, स्वरितः समाहारः स्वरितः. तर्हि अत्र ऊर्ध्वभागः अधोभागः इत्युक्ते तत्र स्थानानां विषयः अस्ति, तालु इत्यादीनां स्थानानाम् उच्चारणस्थानानां विषयः अस्ति. तत्र तालु, कण्ठः, दन्त्यः, ओष्ठः, मूर्धा इति उच्चारणस्थानानां विषयः अस्ति. तर्हि ताल्वादिस्थानानाम् ऊर्ध्वभागे यः अचर्णः उत्पन्नः सः उदात्तः, एवमेव ताल्वादिस्थानानाम् अधोभागे उत्पन्नः अचर्णः अनुदात्तः. द्वयोः अपि योजनं यत्र भवति तत्र समाहारः. उदात्तत्वमपि अस्ति इत्युक्ते समाहारः स्वरितः इत्युक्ते उदात्तत्वमपि अस्ति अनुदात्तत्वमपि अस्ति यस्मिन् धर्मे सः स्वरितः. परन्तु एतादृश उच्चारणानां ज्ञानं तु वेदे एव भवति अद्यत्वे, अतः उच्चारणं कथं भवति इति अहं तु वक्तुं न शक्नोमि. अस्तु, तर्हि अग्रे गच्छेम. धन्यवादः. न न, चिन्ता नास्ति. भगिनी किं पृच्छन्ती अस्ति इति अहं ज्ञातवती. प्रायः भगिनी हा वेदस्य विषये चिन्तयन्ती अस्ति. अस्तु, तर्हि अत्र अग्रे रामनाथ महोदय पठतु. आं भगिनि, अधुना पाणिनीयधातुपाठे पद व्यवस्थाम् अवलोक्याम्, अनन्तरम् इडव्यवस्था दृश्यताम्. पदव्यवस्था, पदव्यवस्था इत्युक्ते धातुः परस्मैपदीधातुः वा आत्मनेपदीधातुः वा उभयपदीधातुः वा इत्यस्य बोधः अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इति संज्ञा प्रयोज्यति. इति संज्ञा प्रयोज्यति नाम अनुनासिक प्रयोजयति नाम अनुनासिकस्वरेण इत्संज्ञा सूचयते इत्यर्थः. अस्य एव इत्संज्ञकस्य स्वरस्य अनुदात्वम् उदात्वं स्वरित्वं स्वरितत्वं सारि पुनः पठामि. अनुदातत्वम् उदात्तत्वं स्वरितत्वं च पदव्यवस्थां सूचयति. तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम. यदा एदम् अनुदात्त वृद्धौ दकारोत्तवर्ति यः अकारः अस्ति सः अनुनासिकः अस्ति. अनुनासिकः अतः इत्संज्ञकः. अधस्तात् चिह्नम् अस्ति अतः अनुदातः अपि अस्ति. अनुनासिक अकारः अनुदातः अपि अस्ति अतः एदम् धातु आत्मनेपदी. किमर्थम् इति चेत् अग्रे सरेम. अधुना पाणिनि धातुपदे पदव्यवस्थाम् अवलोक्यामः, अनन्तरं इडव्यवस्था दृश्यामः दृश्यताम्. पदव्यवस्था, पदव्यवस्था इत्युक्ते धातुः परस्मैपदी धातुः वा आत्मनेपदी धातुः वा उभयपदी धातुः वा इत्यस्य बोधः निर्णयं करोति. अस्माभिः पूर्वमेव दृष्टं धातुषु अनुनासिक अच् अस्ति चेत् इत्संज्ञक भवति उपदेश अनुनासिक इति सूत्रेण. इत्संज्ञा प्रयोजयति नाम अनुनासिकवर्णेन अनुनासिकस्वरेण इत्संज्ञा सूचयति इत्यर्थः. अनुनासिकवर्णं अनुदातः अनुनासिकवर्णं भवितुम् अर्हति. स्वरित अनुनासिक वर्णः वर्णं भवितुम् अर्हति, उदात्त अनुनासिकवर्णम् अचिवर्णः भवितुम् अर्हति, एते इत्संज्ञकः भवति भवन्ति अनुनासिक अनुदात्त अनुनासिक अचिवर्णः इत्संज्ञा भवति चेत् तद् धातु सः धातुः आत्मनेपदीरूपं प्राप्नोति. साधु भगिनि. साधु साधु. ए धातो इति विषये उक्तं खलु, ए धातोः तत्र पुनः वदतु, ए धातो तत्र व्यवस्था किं? ए धातो ए धातं दकारस्य परम् अनुनासिक अकारः भवति, अनुनासिक वकारस्य अधः भागे चिह्नम् अस्ति अस्ति चेत् अनुदात्त अनुनासिक अकारवर्णः. एते उपदेशानुनासिकयुत् इति सूत्रेण एतत् वर्णः अका अनुदात्त अकार अनुनासिकवर्णः इति भवति. अनुदात्त अनुनासिकवर्णः इत् भवति चेत् सः धातुः आत्मनेपदीरूपमेव भवितुम् अर्हति. समीचीनं. तर्हि अत्र पदव्यवस्थायाः ज्ञानार्थं स्वरः इत्संज्ञकः अपि भवेत् अपि च तत्र अनुदात्तः अथवा स्वरितः अथवा उदात्तः अस्ति चेत् तदानीं वयं ज्ञातुं शक्नुमः धातुः परस्मैपदि वा आत्मनेपदि वा उभयपदि वा इति. तदर्थं सूत्राणि सन्ति अत्र. ए धातोः अधोभागे चिह्नम् अस्ति, अतः अनुदात्तः अनुनासिकः अस्ति, अतः अनुदात्तेत् अस्ति इति कृत्वा तत्र आत्मनेपदी इति उक्तं. परन्तु आत्मनेपदी इति कथं ज्ञायते इति चेत् तदर्थं सूत्रमस्ति, अग्रे सूत्रं पठामः. आत्मनेपदत्वं कथं ज्ञायते इति अग्रे सूत्रमस्ति, तत् पठामः. तत् पठित्वा पुनः एध इत्यस्य विषये चिन्तनं कुर्मः, तदानीं स्पष्टं भविष्यति. अत्र एध धातु अनुदात्त लैन् बिलो लैन् इस् आन् ध, इट् इस् नाट् स्पेसिफिकलि सेड् वेदर् इट् इस् अण्डर् आर् ध. अत्र पश्यतु भगिनि, अत्र अद्यत्वे कम्प्यूटर् मध्ये तत्र सम्यक्तया स्थापयितुं न शक्यते भगिनि, अकारस्य अधोभागे स्थापयितुं न शक्यते. वयं जानीमः अनुदात्तत्वं स्वरितत्वम् उदात्तत्वं स्वरस्य विषये एव, अतः दकारस्य अधोभागे न भवितुम् अर्हति, अतः अकारस्य अधोभागे इति स्वीकरणीयः. अवगतम्? सर्वत्र यत्र कुत्रापि चिह्नम् अस्ति तत्र स्वरस्य विषये एव चिह्नम्, न तु व्यञ्जनानां विषये. अस्तु, तर्हि आत्मनेपदम् इति गीताञ्जलि भगिनी पठतु. आत्मनेपदत्वम् अनुदात्तङित आत्मनेपदं, क्षम्यतां भगिनि, यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी. अनुदात्तश्च ङ च अनुदात्तङौ तौ इतौ यस्य सः अनुदात्तङित द्वन्द्वगर्भ बहुव्रीहिः, तस्मात् अनुदात्तङितः पञ्चमन्त्यम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रम्. भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि यस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रम् अनुदात्तनितः धातोः लस्य आत्मनेपदम् इति तु विषय आत्मनेपदी विषय अस्ति. कथम् आत्मनेपदम् आयाति? अनुदात्तनित आत्मनेपदम् एकं सूत्रम् अस्ति. इति सूत्रेण इति वदति यस्य धातोः अनुदात्त अस्ति चेत्, स्वरस्य अनुदात्त अस्ति चेत् नकारस्य अनुदात्त अस्ति चेत् इत्संज्ञा भवति सः धातु आत्मनेपदी. केवल नकार भगिनि? हा, अनु इत्युक्ते तत्र दलद्वयम् अस्ति. यस्य धातोः अनुदात्तस्वरस्य इत्संज्ञा अथवा नकारस्य इत्संज्ञा सः धातुः आत्मनेपदी. आत्मनेपदी इति कीदृशरूपम्? आत्मनेपदी यथा एधते. हा न, आत्मनेपदी इति तत्र लिङ्गं किं तस्य? ओ, त पदस्य लिङ्गं भगिनि. हा, पदस्य लिङ्गम् आत्मनेपदी. आत्मनेपदी गुणिन् नकारान्तपुल्लिङ्ग. नकारान्तपुल्लिङ्ग् गुणिन् सत्यं. समीचीनम्. आत्मनेपदी धातुः आत्मनेपदी इति, आत्मनेपदी इति धातोः विशेषणमस्ति. धातुः आत्मनेपदी. तर्हि अत्र सूत्रं किं वदति? यस्मिन् धातौ अनुदात्तस्वरः अस्ति, अनुदात्तस्वरः अथवा नकारः कवर्गस्य पञ्चमवर्णः सः, इत्युक्ते अनुदात्तस्वरः इति केवलम् अनुदात्तस्वरः अस्ति चेत् पर्याप्तं नास्ति. तादृश अनुदात्तस्वरः इत्संज्ञकः अपि भवेत्. अनुदात्तः इतौ इति अस्ति खलु, अनुदात्तश्च ङ च अनुदात्तौ अनुदात्तौ तौ इतौ इत्युक्ते ङकारस्य इत्संज्ञा अथवा अनुदात्तस्वरस्य इत्संज्ञा. इत्युक्ते तात्पर्यं किम् इति चेत् अनुदात्तेत्, अनुदात्तेत् अस्ति अथवा ङकारः इत्संज्ञकः अस्ति चेत् सः धातुः आत्मनेपदी इति अस्ति. अत्र अनुवृत्तिसहितसूत्रं पठतु एकवारम्. अनुवृत्तिसहितसूत्रम् अनुदात्तनितः धातोः लस्य आत्मनेपदम्. अर्थः कः? अर्थः तु अहं लस्य इति तु न जानामि, किन्तु टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. न जानामि भगिनि, क्षम्यता. अस्तु, अत्र राहुल् महोदय सहायं करोति वा? किमपि न अवगतं महोदय, क्षम्यताम्. अस्तु अस्तु, चिन्ता नास्ति. अस्तु, रमा शिवरामन् भगिनी प्रयत्नं करोति वा? लस्य लकारं सूचयति, लकारविषये सूचयति आत्मनेपदं लकाररूपं गृह्णाति इति वदति. किमर्थं लकारस्य विषये उक्तम्? धातोः आत्मनेपद लकारं भिन्नम् अस्ति, परस्मैपदे लकारं भिन्नम् अस्ति, अतः सूचयति आत्मनेपदम् अनुदात्तङ्गितः धातोः आत्मनेपदम् इति. अनुदात्तः नित आत्मनेपदम् इत्यस्य अर्थः कः? यस्य धातोः अनुदात्तेत् अस्ति चेत् अनुदात्ते तर्तः अनुदात्त इत्संज्ञक इत्संज्ञक संज्ञकवर्णः या वा नकार इत्संज्ञः इत्संज्ञा भवति चेत् ते तौ धातोः तौ धातो आत्मनेपदम् अस्ति. हा तर्हि धातोः विषये एव अस्ति. तर्हि लस्य इत्यस्य आवश्यकता किमर्थं तत्र लकारस्य विषये इति जानीमः. परस्मैपदीलकारः आत्मैपदीलकारः इति वदति भवती, परन्तु तत्र अन्वयः कथं भवति? ओ लस्य षष्टि विभक्ति लस्य लस्य धातोः षष्टि विभक्ति सूचयति सूत्रे सूत्रे. तेन किं ज्ञायते? स्थानी लस्य इति स्थानी अस्ति. लस्य इति स्थानी अस्ति. लकारस्थाने आत्मनेपदं सत्यं. लकारस्य स्थाने आत्मनेपदसंज्ञकप्रत्ययः विधीयते. इत्युक्ते अत्र गीता भगिनी किमपि वक्तुमिच्छति वा? हा भगिनी, अहं मन्ये लकार इत्युक्ते तिगन्तप्रत्यय आत्मनेपदी भवति. आत्मनेपदी तिगन्तप्रत्ययः भवति इति मन्ये भगिनी. सत्यं सत्यं सत्यं. The sutram that follows the thing tips us G, that long one. This sutram doesn't follow that, right? But both of them come as first step in the prakriya. Aha, tatra samichinam. Atra vastutah ashtadhyayam dhatoho atmane padatvam iti tatra atmane padam ityasya artah kaha iti jnatavyam. आत्मनेपदम् इति कुत्र लिखितम्? आत्मनेपदं कस्य भवति आत्मनेपदत्वम् इति चेत् तत्र तङ्गानाम् आत्मनेपदम् इति सूत्रमस्ति. तङ्गानाम् आत्मनेपदम् इति तङ् इति प्रत्ययः अस्ति. तङ् इति प्रत्ययः सर्वे आत्मनेपदीसंज्ञकप्रत्ययः. तत्र त आतां झ थास् आतां ध्वम् इड् वहीं महीम् इति नवप्रत्ययः सन्ति. यथा तत्र वन्दते वन्देते वन्दन्ते वन्दसे वन्देते वन्दद्वे इति तादृशरूपाणि सन्ति खलु. तत्र ते इते अन्ते से इति एते प्रत्ययाः आत्मनेपदीसंज्ञकप्रत्ययाः. तत्र मूलरूपं तु तङ् इति वदामः. तङ् प्रत्ययस्य आत्मनेपदसंज्ञा भवति. अतः अष्टाध्याय्यां तु प्रत्ययस्य एव आत्मनेपदसंज्ञा भवति. तर्हि इदानीं तु अत्र धातोः विषये अत्र अनुदात्तः मितः इति तु धातोः विषये एव अस्ति, परन्तु तत्र लकारस्य आक्षेपः किमर्थं क्रियते इति चेत् लकारस्य एव तत्र लकारस्य स्थाने यः तिङ् प्रत्ययः विधीयते सः प्रत्ययः आत्मनेपदीसंज्ञकः प्रत्ययः भवति. इत्युक्ते धातुः आत्मनेपदी अस्ति चेत् प्रत्ययः आत्मनेपदसंज्ञकः प्रत्ययः विधीयते. अतः लस्य इति लकारस्य आवश्यकता अस्ति. लकारः नास्ति चेत् तत्र यतोहि लकारेण द्वारा एव अत्र रूपम् आत्मनेपदी वा परस्मैपदी वा इति ज्ञायते. अतः यद्यपि लकारः इत्युक्ते लट् लकारः तद् भगिनि, लकारः इत्युक्ते लट् भवतु लोट् भवतु लङ् भवतु यत्किमपि भवतु. अस्तु अस्तु. दश लकाराः सन्ति खलु? आं, लट् लोट् लङ् लिङ् इति लिङ् इति इत्यादि. किं निहितः इत्युक्ते आक्षेपेण निहितः इत्युक्ते तादृश अर्थः बुध्यते अथवा ज्ञायते. तर्हि अत्र तात्पर्यं किम्? अधुना राहुल् महोदय वदतु. न, अत्र एकः संशयः अस्ति. लस्य इति तत्र नास्ति चेत् किं भवति? लस्य इति नास्ति चेत् भगिनी अहं वदामि वा? वदतु. लस्य नास्ति चेत् कार्याणि लकाराणां स्थाने न भवति. अतः भगिनी न भवति. hmm? पदमेव न भवति किल कार्याणि न भवति न अर्थबोधः अर्थबोधः एव न भवति धातुः आत्मनेपदी इति धातोः आत्मनेपदत्वम् इति तत्र अन्वयः न भवति यतोहि एकेन सूत्रेण तङ्गानाम् आत्मनेपदम् इति उक्तम् अस्तु तङ् प्रत्ययस्य आत्मनेपदत्वम् इति उक्तं तङ् इत्युक्ते तत्र नवतङ् प्रत्ययाः सन्ति तत्र मूलप्रत्ययः तिङ् प्रत्ययः ता ताञ्ज एते प्रत्ययः तङ् इति वदामः तेषाम् आत्मनेपदत्वम् इति उक्तम् एकस्मिन् सूत्रे तर्हि अस्मिन् सूत्रे अनुदात्तनितः धातोः आत्मनेपदत्वम् इति वदामः चेत् तत्र क्लेशः भवति खलु सूत्रद्वयेन आत्मनेपदत्वं भवति एकस्मिन् तत्र लकारस्य आत्मनेपदत्वं लकारस्य स्थाने यः प्रत्ययः अस्ति तस्य आत्मनेपदत्वम् अपि च अनुदात्तनित धातोः आत्मनेपदत्वम् इति उक्तं तर्हि तत्र द्वयो वि नीड् टु कनेक्ट् बोत् आफ् देम् टुगेदर् यदि द्वयोः सम्बन्धः न भवति तर्हि अर्थबोधः न भवति इत्युक्ते तत्र अर्थबोधः कथं करणीयम् इति चेत् अत्र कुत्रचित् ध्वनिः अस्ति कृपया म्यूट् हा तर्हि तत्र सम्पूर्णतया अर्थबोधः कथं भवति इति चेत् यः धातौ यः स्वरः अनुदात्ते अस्ति अथवा नकारस्य इत्संज्ञा अस्ति तादृशधातुः आत्मनेपदी अस्ति तस्मात् यः प्रत्ययः तिङ् प्रत्ययः विधीयते सः प्रत्ययः आत्मनेपदी आत्मनेपदसंज्ञकप्रत्ययः भवति इति तादृश अन्वयः भवति अत्र यदि अत्र लस्य इति नास्ति चेत् तत्रैव स्थगयामः अनुदात्त अनुदात्तेत् यः धातौ यः स्वरः अनुदात्तः इत्संज्ञकः ककारस्य इत्संज्ञा अस्ति तादृशधातुः आत्मनेपदी इति एव अवगच्छामः परन्तु तस्मात् धातुतः आत्मनेपदी प्रत्ययः विधीयते इति न ज्ञायते भगिनि आत्मनेपदं परस्मैपदम् इति विविच्य बोधयितुम् एव लस्य प्रयोगं कृतमस्ति सत्यं प्रत्ययस्य विषये एव इत्युक्ते धातोः अपि आत्मनेपदत्वम् अस्ति प्रत्ययस्य अपि आत्मनेपदत्वं भवति आत्मनेपदं वा परस्मैपदं वा तस्य विविच्य अर्थं लस्य इति पदस्य अर्थं कः लकारः इति लकारस्य स्थाने लकारस्य लस्य इति एकं सूत्रमस्ति लस्य इति सूत्रमस्ति लस्य इति एकं सूत्रमस्ति लस्य इत्युक्ते लकारस्य स्थाने यः तिङ् प्रत्ययः इति अर्थः लकारस्य स्थाने यः तिबादयः तिङ् वा तङ् वा इति बोधयितुं तिङ् इत्युक्ते तिङ् इत्यस्मिन् एव तङ् अपि अन्तर्भूतः तिङ् इत्यस्मिन् तङ् अपि अन्तर्भूतः अत्र तु तङ् इत्यस्य एव विषयः अस्ति अस्तु तर्हि अग्रे गच्छेम अस्तु अत्र गीता भगिनी पठतु भगिनि मम प्रश्न धातु यदि आत्मनेपदं भवति वा न भवति तस्य लकारस्य कः सम्बन्धः लकारः एव आत्मनेपदं वा परस्मैपदं वा इति सूचयति खलु धातुः आत्मनेपदम् अस्ति चेत् तस्यापि किमपि अन्य प्रापर्टि भवति वा न धातुः आत्मनेपदी इति ज्ञायते चेत् तेन किं प्रयोजनं धातुः आत्मनेपदी वा किमपि भवतु लकारः यदि वयं प्रापर् लकारः उपयोगं कुर्मः तर्हि आत्मनेपदं वा कथं जानीमः कथं जानीमः प्रापर् लकारं प्रयोक्तव्यम् इति कथं जानीमः अस्तु अस्तु केवलं धातु एषः चिह्नः अस्ति इति कारणेन एषः लकारः एव उपयोगं करणीयं हा कनेक्षन् बिट्वीन् द टु अस्तु भगिनि मम एकः प्रश्नः अस्ति हा पृच्छतु सूत्रे अपि च अनुवृत्तिसहस्रसूत्रे कुत्रापि इत् शब्दः एव नास्ति खलु अनुदात्तनितः इति उक्तं खलु नितः इत्युक्ते किम् नकारस्य इत् इदानीं तु बहुवचनम् अस्ति किम् अनुदात्तनितः बहुवचने अस्ति. अनुदात्तनितः इति षष्ठी अस्ति खलु. अनुदात्तनितः पञ्चम्य अन्तं, क्षम्यतां, पञ्चम्य अन्तम्. अनुदात्तनितः इति पञ्चम्य अन्तम् अस्ति. अस्तु, किन्तु एकवचनम् एव. हा, एकवचनं तत्र भगिनी. हा, एकवचने एव तत्र दत्तमस्ति भगिनि. मम एकः संशयः इत्युक्ते तत्र विग्रहवाक्यं पश्यति चेत् स्पष्टम् अस्ति. अनुदात्तश्च ङश्च अनुदात्त, अनुदात्तज्ञौ तौ इतौ यस्य सः, अनुदात्त नित् द्वन्द्वगर्भबहुव्रीहिः. द्वौ अपि इत्, हा, तत्र तत्र एकवचने एव अस्ति, यतोहि धातुः एकवचने अस्ति, धातोः विशेषणम् अस्ति, अतः धातुः एकवचने अस्ति, अतः अनुदात्तनितः इति अपि एकवचने अस्ति. बहुव्रीहिसमासे विशेषणमस्ति खलु भगिनि. द्वन्द्वगर्भबहुव्रीहि इति नाम किम्? इत्युक्ते बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अपि अस्ति. अत्र अनुदात्तनितः इति तु बहुव्रीहिसमासः अस्ति. तस्य तस्य उत्पत्तिः कथं जातम् इति चेत्, उत्पत्तिः कथं जाता इति चेत्, तत्र प्रथमं तत्र अनुदात्तः अपि च मकारः तयोः द्वन्द्वसमासः क्रियते, तर्हि अनुदात्तज्ञौ इति भवति. तदनन्तरं तत्र तौ इतौ, तौ इतौ अपि अस्ति, इत् अपि अस्ति, इदानीं तृतीयं पदम् इत् अपि अस्ति. तत्सर्वं योजयित्वा अनुदात्तज्ञौ तौ इतौ यस्य सः इति बहुव्रीहिसमासः क्रियते चेत् तत्र द्वन्द्वगर्भ बहुव्रीहिः. द्वन्द्वसमासात् भूयः, हा, प्रथमद्वन्द्वसमासः, तदनन्तरं बहुव्रीहिसमासः. इत्युक्ते बहुव्रीहिसमासस्य गर्भे द्वन्द्वः अपि अस्ति. इत्युक्ते पदद्वयं पदद्वयं स्वीकृत्य समासः क्रियते खलु. तर्हि तत्र प्रथमं द्वन्द्वसमासः क्रियते, तदनन्तरं बहुव्रीहिसमासः. अपि च तत्र अनुदात्तमितः धातोः इति पञ्चम्यन्तम् अस्ति. तर्हि पञ्चम्यन्तम् अस्ति चेत् तत्र कार्यं परकार्यं खलु. तस्य अनन्तरं कार्यं भवति. कुत्र कार्यं भवति? लस्य, लकारस्य, लकारस्य स्थाने यः प्रत्ययः, सः आत्मनेपदी सम्यकः प्रत्ययः इति अर्थः. अस्तु अस्तु, अत्र विजयलक्ष्मी भगिनी पठतु वाक्यं पुनः. पठामि भगिनी, अहं पठामि. अनुदात्तेत् नाम अनुदात्तः. एकक्षणं भगिनी, एकक्षणं सुमन् भगिनी, किम् अस्ति विग्रहवाक्यं एकवारं पुनः वदतु. अत्र लिखितमस्ति खलु, पत्रे अस्ति. इदानीं सङ्गणक किमपि क्लेशः ददाति, नाट् एबल् टु फालो एव्रिथिङ्ग्. अस्तु, धन्यवादः, पश्यामि अनन्तरम्. पठामि भगिनि, पठतु. अनुदात्तेत् नाम अनुदात्तः इत् यस्य सः धातुः. अनुदात्ते, अनुदात्तेभ्यः धातुभ्यः, निद्भ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः. तर्हि यः धातुः अनुदात्तेत् भवति अथवा नित् भवति सः आत्मनेपदी धातुः अस्ति. अत्र अनुदात्तेत् इति पदस्य अर्थम् उक्तं, आत्मनेपदम् आत्मनेपदि धातुः कथं भवति इति उक्तम् अत्र. अनुदात्तेत् इत्युक्ते अनुदात्तः इत् यस्य सः धातुः. अनुदात्तेभ्यः धातुभ्यः, निद्भ्यः धातुभ्यः द्वे धातुभ्यः आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति उक्तमत्र. तर्हि यः धातुः अनुदात्तेत् अस्ति अथवा नित् अस्ति सः आत्मनेपदी धातुः भवति इति अत्र उक्तं भगिनि. समीचीनं, समीचीनं. त तर्हि अत्र विजयलक्ष्मी भगिनी पुनः सूत्रस्य अर्थः कः इति वदति वा स्वस्य शब्दैः? अस्ति वा विजयलक्ष्मी भगिनी? भगिनी नास्ति किम् प्राब्लम् आसीत् नाम यस्य स्वरस्य अनुदात्तः न श्रूयते भगिनि हरि ओम् श्रूयते किम् विजयलक्ष्मी भगिनी श्रूयते श्रूयते अहं न श्रोतुं शक्नोमि इदानीं वदतु हरि ओम् न श्रूयते भगिनि किमपि न श्रूयते भगिनि अस्तु सुमन् भगिनी वदतु कुतः भगिनि क्षम्यता सूत्रस्य अर्थः कः इति एकवारं वदतु ओ अनुदात्तः अनुदात्तनितः धातोः लस्य आत्मने पदम् सूत्रम् अस्ति एतत् सूत्रं वदति धातौ क्षम्यतां धातौ अनुदात्त अपि च अनुनासिक इत्युक्ते इक् संज्ञा वर्णः अस्ति चेत् नो चेत् नकार इत्संज्ञा अस्ति चेत् धातुः लकारस्य सन्दर्भे आत्मनेपदी भवति लकारस्य सन्दर्भे इति न लकारस्य स्थाने यः प्रत्ययः भवति सः आत्मनेपदी आत्मनेपदसंज्ञकः लकारस्य स्थाने यत् प्रत्यय आयाति तत् आत्मनेपदी प्रत्यय भवति सत्यं तर्हि अत्र अनुदात्त अनुदात्तज्ञौ इतौ यस्य सः इति बहुव्रीसमासस्य विग्रहवाक्यमस्ति अनुदात्तज्ञौ इतौ इति तत्र अनुदात्तज्ञौ इति तत्र विशेषणमस्ति इतौ इति विशेष्यमस्ति यस्य सः इति समानाधिकरण बहुव्रीहिसमासः अस्ति विशेषणविशेषभावः अस्ति तर्हि अनुदात्तनितः इति अनुदात्तनितः इति विशेषणमस्ति धातोः इत्यस्य अनुदात्तनितः धातोः लस्य आत्मने पदम् अनुदात्तनितः धातोः परेयः लकारः अस्ति तस्य स्थाने आत्मनेपदिसंज्ञकप्रत्ययः विधीयते इति अर्थः अस्तु क्षम्यतां भगिनी मम इण्टर्नेट् मध्ये किमपि प्राब्लम् आसीत् अस्तु अस्तु चिन्ता नास्ति भगिनि किमपि न श्रुतं हा अस्तु अस्तु समीचीनं तर्हि एक अन्यप्रश्न भगिनि उदात्त उदात्त तुना अनुदात्त अपि च स्वरित द्वयोः एकमेकं किञ्चिन्नम् अस्ति ते कुत्र पश्यामः पाणिनीयधातुपाठ तु किमपि अद्यत्वे कुत्रापि न पश्यामः भगिनि अद्यत्वे कुत्रापि तादृशज्ञानं लुप्तमेव अतः एव आदौ एव उक्तवती तत्र अकाडेमिक् इण्ट्रेस्ट् इति कृत्वा पठामः एकवारं तत्र उपरि चिह्नम् अधोभागे चिह्नम् इति तत्र कुत्रापि न दृश्यते तादृशपुस्तकं प्रायः कुत्रचित् लभ्यते परन्तु अद्यत्वे तु धातुपाठेषु तत्र तादृशचिह्नं कुत्रापि नास्ति अतः ऊहामेव कर्तुं शक्नुमः धातुः आत्मनेपदी इति ज्ञायते चेत् यतोहि एद् धातुः एदते इति रूपम् अस्ति इति जानीमः अतः आत्मनेपदी आत्मनेपदी इति कृत्वा तत्र अस्तु तत्र धातौ अनुदात्तस्वरः भवेत् इति तादृशम् ऊहां कर्तुं शक्नुमः भगिनी क्षम्यतां भगिनि अष्टाध्यायी वेब्सैट् मध्ये अस्ति भगिनि स्वरिता अनुदात्त इति चिह्नः सन्ति न कुत्र अष्टाध्यायी वेब्सैट् मध्ये कुत्र न दृश्यते खलु तत्र केवलम् अनुनासिकचिह्नमेव अस्ति स्वरित चिह्नं किमपि नास्ति कुत्र अस्ति अहं चिन्तयामि नास्ति नास्ति तत्र केवलम् अनुनासिकचिह्नमेव अस्ति अन्यत् किमपि नास्ति स्वरितः उदात्तः अनुनासिक उदात्तः अनुदात्तः चिह्नं नास्ति मम समीपे चिह्न युक्तं धातुपाठ अस्ति भगिनि अस्ति चेत् प्रेषयतु अस्ति चेत् प्रेषयतु अहं प्रेषयामि हा प्रेषयतु कुत्रचित् प्रायः लभ्यते परन्तु सामान्यतया तत्र पुस्तकेषु न लभ्यते मातुः पुस्तके अपि नास्ति मम समीपे धातुकोश अस्ति ब्रह्मचारिणी मेधामिचिका अत्रापि चिह्नानि सन्ति भगिनि सन्ति चेत् प्रेषयतु तदपि पुस्तकमस्ति साफ्ट् कापि अपि अस्ति अस्ति अस्ति चेत् प्रेषयतु भगिनि धन्यवादः परन्तु सर्वत्र न लभ्यते इति विषयः अस्ति सर्वत्र न लभ्यते कुत्रचित् विरलतया लभ्यते अस्तु तर्हि अत्र स्थगयामः कोऽपि प्रश्नः वा धन्यवादः अस्तु धन्यवादः नमस्कारः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्ते